पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 45 युधिष्ठिर उवाच यदच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतं विशुद्धमेधद्हृदयं प्रयागस्य च कीर्तनाद अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् मार्कण्डेय उवाच शृणुराजन् प्रयागे तु अनाशकफलं विभो प्राप्नोति पुरुषो धीमान् श्रद्धदानश्च यादृशम् अहीनाङ्गो विरोगश्च पञ्चेन्द्रियसमन्वितः अश्वमेधफलं तस्य गच्छतस्तु पदे पदे कुलानि तारयेद्राजन् दश पूर्वान् दशापरान् मुच्यते सर्वपापेभ्यो गच्छेद परमं पदम् युधिष्ठिर उवाच महाभागोऽसि धर्मज्ञ दानं वदसि मे प्रभो अल्पेनैव प्रधानेन बहून् धर्मानवाप्नुयाद अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह यदन्मे संशयं ब्रूहि परं कौतूहलं हि मे मार्कण्डेय उवाच शृणुराजन्महावीर यदुक्तं पद्मयोनिना ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतं पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलं प्रविशंस्तस्य तद्भूमा वश्वमेधं पदे पदे व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश नरस्तारयदे सर्वान्यस्तु प्राणान् परित्यजेद एवं ज्ञात्वा दुराजेन्द्र सदा श्रद्धापरो भवेद अश्रद्धधानाः पुरुषाः पापोपहतचेतसः न प्राप्नुवन्ति तत्स्थानं प्रयागं देवनिर्मितम् युधिष्ठिर उवाच स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः विक्रयं सर्वभाण्डानां कार्याकार्यमजानत प्रयागेका गतिस्तस्य एवं ब्रूहि महामुने मार्कण्डेय उवाच शृणु राजन्महागुह्यं सर्वपापप्रणाशनं मासं वसंस्तु राजेन्द्रप्रयागे नियतेन्द्रियः मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयं भुवा शुचिस्तु प्रयदो भूत्वा हिंसकश्रद्धयान्वितः मुच्यते सर्वपापेभ्यः स गच्छेत् परमं पदं विश्रम्भखादकानां तु प्रयागे शृणु तत्फलं त्रिकालमेव स्नायीद आहारं भैक्ष्यमाचरेद त्रिभिर्मासै प्रमुच्येद प्रयागात् तु न संशयः प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेद सर्वकामसमृद्धस्तु स्वर्गलोके महीयते स्थानं स लभ्यते नित्यं धनधान्यसमाकुलम् एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् तारितापितरस्तेन नरकात् प्रपिता महाः धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः त्वत्प्रियार्थं समाख्यातं गुह्य मेधस्सनातनम्। युधिष्ठिर उवाच अद्य मे सफलं जन्म अद्य मे सफलं कुलम्। प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेवतेऽद्य वै त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपादकैः। मार्कण्डेय उवाच दिष्ट्यादे सफलं जन्म दिष्ट्यादे तारिदं कुलम्। कीर्तनाद्वर्धते पुण्यं श्रुतं पापप्रणाशनम्। युधिष्ठिर उवाच यमुनायां तु किं पुण्यं किं फलं तु महामुने यदन्मे सर्वमाख्याहि यथा दृष्टं यथा श्रुतम्। मार्कण्डेय उवाच तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता समागता महाभागा यमुना यत्र निम्नगा। येनैव निःसृता गङ्गा तेनैव यमुना गदा योजनानां सहस्रेषु कीर्तनात् पवनाशिनी। तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति। अवगाढा च पीत्वा च पुनात्या सप्तमं कुलं प्राणां त्यजति यस्तत्र सयादि परमां गतिम्। अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतं। तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः एवं तीर्थसहस्राणि यमुना दक्षिणे तटे। उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः तीर्थं तु विरजं नाम यत्र देवाः सवासवाः। उपासदे स्म सन्ध्यां तु नित्यकालं युधिष्ठिर देवाः सेवन्ति तत्तीर्थं ये चान्ये विदुषो जनाः। श्रद्धधानपरो भूत्वा कुरु तीर्थाभिषेचनम्। अन्ये च बहवस्तीर्थाः सर्वपापहराशुभाः तेषु स्नात्वा दिवां यान्ति ये मृतास्ते पुनर्भवाः। गङ्गा च यमुना चैव उभे तुल्यफले स्मृते केवलं श्रेष्ठभावेन गङ्गा सर्वत्र पूज्यते। एवं कुरुष्व कौन्तेय स्वर्गतीर्थाभिषेचनं यावज्जीवकृतं पापं तत्क्षणादेव नश्यति। यस्त्विदं कल्य उद्धाय पठते च शृणोति वा मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति। इति श्रीपाद्मे महापुराणे स्वर्गखण्डे यमुनामाहात्म्ये पञ्चचत्वारिंशोऽध्यायः। ओ